नमस्कारः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां हार्दं स्वागतम्. अस्माकं विषयः अस्ति, अद्य नूतनविषयः अस्ति, अष्टाध्यायाः समग्रदृष्टिः इति. एतावता सूत्राणि, कानिचन सूत्राणि अस्माभिः पठितानि, यथा अत्र सार्वधातुकार्धधातुकयोः, पुगन्तलघुपदस्य च, कर्तरि, शप् इत्यादीनि सूत्राणि पठितानि. तानि सूत्राणि अष्टाध्यायी इति ग्रन्थे सन्ति इति वयम् अवगच्छामः. अपि च पूर्वं यदा इत्संज्ञाप्रकरणम् इति विषयः अधीतः, तत्रापि वयं ज्ञातवन्तः इत्संज्ञकसूत्राणि अष्टाध्यायां सन्ति इति वयं ज्ञातवन्तः. अधुना अष्टाध्यायी इति ग्रन्थः अस्माकं व्याकरणस्य आधारभूतग्रन्थः अस्ति. तस्मिन् ग्रन्थे 4000 सूत्राणि सन्ति. संस्कृतभाषायां यानि यानि पदानि सन्ति तेषां सर्वेषां समर्थनं, तेषां प्रक्रिया कथं भवति, तत्सर्वं वयं ज्ञातुं शक्नुमः अष्टाध्यायी इति ग्रन्थम् आधारीकृत्य. न केवलं तत्, संस्कृतभाषायां यानि यानि पदानि सन्ति इति न केवलं तत्, अपि च नूतनपदानां निर्माणमपि वयं स्वयं कर्तुं शक्नुमः अष्टाध्यायी इति ग्रन्थम् आधारीकृत्य. तर्हि अद्य अस्माकं लक्ष्यं किम् इति चेत्, अष्टाध्यायी इति ग्रन्थः, तस्मिन् ग्रन्थ अष्टाध्यायी इति ग्रन्थः, तस्मिन् ग्रन्थे के अंशाः सन्ति, तस्य आयोजनं कथम् अस्ति, अष्टाध्यायी इति ग्रन्थस्य अवगमनेन कः लाभः, प्रक्रियाग्रन्थः अपि च अष्टाध्यायी तयोः मध्ये भेदः अस्ति वा, किमर्थम् अष्टाध्यायी क्रमेण पठनीयं, किमर्थं मातृभिः अष्टाध्यायी क्रमेण पठ्यताम् इति उच्यते, एतादृशविवरणम्, एतादृशविषयाः, अंशाः अद्य वयं ज्ञातुं प्रयतामहे. अस्तु, तर्हि अत्र एतावता प्रकरणं नाम किम् इति किञ्चित् पूर्वं ज्ञातवन्तः, यतोहि इत्संज्ञाप्रकरणम् इति पठितमासीत्. तर्हि कोऽपि वदति वा, प्रकरणं नाम किं किम् एतावता प्रकरणम् इति शब्दः इति पदम् अधिकं न प्रयुक्तं, तथापि तत्र प्रकरणम् इत्युक्ते किं, कः बोधः भवति? स्टेप्स्, सोपानि. किं स्टेप्स्? स्टेप्स् सोपानं. स्टेप्स् सोपानं, तत्र प्रकरणम् इति न वदामः, तत्र किं वदामः? प्रकरणं इस् वाट् आर् द स्टेप्स् वी हव् टु फालो वन् बै वन्. हा, तत् प्रकरणं नास्ति. तत्तु किम् अस्ति? प्रक्रिया अस्ति. प्रकरणं नाम किं? विषयस्य सम्बन्धानि एकस्मिन् स्थले अस्ति, तत् तस्य समग्र नाम अस्ति प्रकरणं. यथा इत् संज्ञाप्रकरणं, धातोप्रकरणम् इत्यादयः. समीचीनं. भवान् किं वदति इति चेत्, एकात्म विषये किं डेफिनेशन् अस्ति चाप्टर् इति. चाप्टर् इति वदामः चेत् चाप्टर् मध्ये, इदानीम् अस्माकम् अष्टाध्यायां चाप्टर् इत्युक्ते अध्यायः एव चाप्टर् अस्ति खलु, अध्यायः चाप्टर् अस्ति. परन्तु अत्र अध्यायेषु प्रकरणानि सन्ति. अध्यायेषु प्रकरणानि सन्ति. सब् लेवल् आफ् द चाप्टर् इत्यस्य अपेक्षया किं वक्तुं शक्नुमः, यथा अत्र अरविन्द महोदयेन उक्तम्, एकस्मिन् विषये समग्रचिन्तनं भवति, एकस्मिन् विषये एव चिन्तनं एकस्मिन् प्रकरणे भवति. इदानीम् इत्संज्ञाप्रकरणम् इति वदामः चेत्, इत्संज्ञकसम्बन्ध यानि यानि सूत्राणि सन्ति तेषां सर्वेषाम् एकत्र स्थापनं, तदेव प्रकरणम्. इदानीं द्वित्वप्रकरणम् इति चेत्, संस्कृत भाषायां यत्र यत्र द्वित्वं भवति तत्र तत् सम्बद्ध सर्वाणि सूत्राणि एकत्र भवन्ति द्वित्वप्रकरणम् इत्यनेन. तर्हि प्रकरणम् इत्युक्ते एकस्मिन् विषये चिन्तनं यत्र भवति तदेव प्रकरणं. प्रकरणं भिन्नम् अस्ति, प्रक्रिया भिन्नम् अस्ति. रामनाथमहोदयेन यदुक्तं तत्तु प्रक्रिया अस्ति. तत्र पदस्य निर्माणार्थं यानि यानि सोपानानि सन्ति, स्टेप्स् सन्ति. पदं निर्मातुम् इच्छामः चेत् स्टेप्स् सन्ति, तानि एव सोपानानि इति वदामः. तदेव तत्र प्रक्रिया इति वदामः. प्रक्रिया पदस्य निर्माणार्थं सोपानानि, एकस्मिन् सोपाने किं भवति, किं कार्यं भवति, केन सूत्रेण भवति, तत्सर्वं चिन्तनं प्रक्रिया प्रक्रियासु भवति. परन्तु प्रकरणे किं भवति इति चेत् एकस्मिन् विषये समग्रचिन्तनं, यानि यानि सूत्राणि सन्ति एकस्मिन् विषये, तानि सर्वाणि एकत्र भवन्ति. तर्हि तादृश आयोजनेन कः लाभः, कोऽपि वदति वा? प्रकरणरूपेण आयोजनं किमर्थं पाणिनिना कृतम्? अनुवृत्तयः सम्यक्तया अवगन्तुं शक्नुमः. सत्यं we can learn all the concepts in a single place about that particular topic. हा भवान् आङ्ग्लभाषायां मा वदतु, संस्कृतेन एव वक्तुं प्रयत्नं करोतु. अस्तु, भवान् वक्तुं शक्नोति, भवान् वक्तुं शक्नोति, अतः संस्कृतेन एव वक्तुं प्रयत्नं करोतु. नो चेत् किं भवति, अग्रे गत्वा अपि सर्वदा भवान् आङ्ग्लभाषायाम् एव वदन् अस्ति, वदति अपि, वदिष्यति अपि. भगिनी, एक शब्दः अहं वदामि. विषयवस्तु आधारेण सङ्ग्रह विकरणं भवति, विषयवस्तु सन्दर्भे सङ्ग्रहः. तदनन्तरं लाभः कुतः अस्ति, कुत्र अस्ति, यदि कौमुद्यां सम्बन्धे वयं समानं विषयः सम्बन्धे पश्यामः तर्हि अतीव लाभः अस्ति अष्टाध्यायी आधारेण. यत् अहं किञ्चित् अन्वेषणं कृतवान्, इत्संज्ञाप्रकरणं कौमुद्यां सम्बन्धे त्रीणि पुस्तकानि अपि च विस्तृतः एकस्थाने नास्ति, तर्हि अतीव लाभं भवति. सत्यं सत्यं, समीचीनं महोदय, समीचीनं, तदस्ति सत्यम्. इत्युक्ते अष्टाध्यायीक्रमेण पठामः चेत् एकस्मिन् विषये सम्पूर्णज्ञानं भवति. नो चेत् यथा तत्र महोदयेन उक्तम्, इत्संज्ञाप्रकरणम् इदानीम् अद्य उपदेशे जननासिक इति सूत्रं पठामः, किञ्चित् कालानन्तरं तत्र लषक्वतद्धिते इति सूत्रं पठामः, तदनन्तरं किञ्चित् कालानन्तरम् अन्यत्र कुत्रापि प्रक्रियादशायाम् अन्यत् सूत्रं पठामः चेत् एतेषां सूत्राणां सम्बन्धः कः, एतेषां सूत्राणां कस्मिन् विषये एतानि सूत्राणि वदन् अस्ति अथवा इति एतादृश वदन्तः इति एतादृशज्ञानं न भवति. तर्हि सम्पूर्णसमग्रदृष्टिः न भवति. इत्युक्ते इदानीम् अहमेव एकं पदं वदामि, अहं वदामि पदस्य निर्माणं करोतु, धातुं स्वीकृत्य सोपानानि कानि इति एतत् सर्वं विचिन्त्य लिखन्तु इति वदामि चेत् तत्र चिन्तनं न भवति. यतोहि तत्र समग्रचिन्तनं, समग्रदृष्टिः नास्ति चेत् किं भवति तत्र तस्मिन् सन्दर्भे, अत्र ओ केन सूत्रेण इत्संज्ञा भवति इति सम्यक्तया न जानाति. यतोहि एतावता केवलं उपदेशे जननासिक इति सूत्रमेव पठितं, न तु अन्यानि सूत्राणि. अतः इदानीं तत्र प्रत्यये तप्रत्ययः अस्ति इति चिन्तयामः चेत् तप्रत्यये ककारः अस्ति, ककारस्य इत्संज्ञा भवति वा, केन सूत्रेण भवति इति एतादृशसमग्रचिन्तनं न भवितुम् अर्हति. अतः एव पूर्वस्मिन् काले प्रथमतया अष्टाध्यायाः कण्ठस्थीकरणं भवति, सम्पूर्णतया कण्ठस्थीकरणं भवति, तदनन्तरमेव तत्र वस्तुतः व्याकरणस्य अध्ययनं भवति. तेन कः लाभः इति चेत् तत्र सूत्राणि, सर्वाणि सूत्राणि मनसि एव सन्ति, तर्हि क्रमः कः, सूत्रस्य क्रमः कः इति ज्ञातुं शक्नुमः, अपि च अनुवृत्तिः कथं भवति इति अपि ज्ञातुं शक्नुमः. अतः तत्र अष्टाध्यायीक्रमेण पठनेन महान् लाभः अस्ति. अस्तु, इदानीं तत्र अद्य अस्माकं लक्ष्यं किम् इति चेत् अष्टाध्याय्यां किं किम् अस्ति, कुत्र कुत्र अस्ति. यदि कुत्रचित् ध्वनिः अस्ति, रामनाथन् महोदय कृपया म्यूट् करोतु महोदय. ध्वनिः भगिनी, एकः प्रश्नः अस्ति, किमर्थं पाणिनि महोदय, यू मीन् मी, ऐ एम् आल्रेडी आन् म्यूट्. अस्तु अस्तु, कुत्रचित् ध्वनि श्वास, ऐ एम् आल्वेस् आन् म्यूट् जनरली. ओके ओके, चिन्ता नास्ति. हा भगिनी वदतु. पाणिनि महोदयेन प्रक्रिया सर्वोत्तम अस्ति अस्ति, किमर्थं कालेन तत् लोपः जातः, पुनः माताजी निर्मितवती, किमर्थं लोपः जातः, किमर्थं कौमुद्यामपि प्रमुख संस्कृत पाठस्य पाठनार्थं विधि आसीत्. हा प्रश्नः सम्यक् अस्ति भगिनि. अत्र किमर्थम् इति चेत् अत्र का प्रथमम् एतादृशक्रमः आसीत्, पूर्वस्मिन् काले एतादृशक्रमः आसीत्, अष्टाध्यायीक्रमेण सर्वे पठन्तः सन्ति. तदनन्तरं किम् अभवत् इति चेत् तत्र अष्टाध्यायी क्रमेण पठामः, परन्तु तत्र केवलम् अष्टाध्यायीं पठामः चेत् तत्र प्रक्रियायाः ज्ञानं न भवति खलु. प्रक्रिया कथं भवति, प्रक्रियायां सिद्धान्तः कः, एतत् सर्वं ज्ञातुमेव अत्र भट्टोजी दीक्षित् महोदयः तत्र सिद्धान्तकौमुदी इति ग्रन्थं रचितवान्. तदनन्तरं किम् अभवत् इति चेत् कालान्तरेण तत्र जनाः केवलं कौमुदीमेव पठन्तः सन्ति, तत्र अष्टाध्यायीं त्यक्तवन्तः. अष्टाध्यायीक्रमेण पठनं तत्र कथञ्चित् लोपः सञ्जातः, ते सर्वे केवलं कौमुदीग्रन्थमेव पठन्तः सन्ति. तेन किं भवति इति चेत् एतादृशक्लेशः भवति, इत्युक्ते कालान्तरेण एतादृश अष्टाध्यायीक्रमेण पठनस्य लोपः जातः. तर्हि किमर्थम् इति चेत् तत्र यतोहि तत्र प्रक्रियाग्रन्थः आगतः, सर्वे प्रक्रियायामेव मग्नाः अभवन् अतः तत्र अष्टाध्यायीग्रन्थम् इति त्यक्तवन्तः. तर्हि प्रक्रियाग्रन्थः समीचीनः नास्ति वा इति चेत् प्रक्रियाग्रन्थाः अपि समीचीनाः एव, प्रक्रियादृष्ट्या ते समीचीनाः ग्रन्थाः, परन्तु समग्रचिन्तनार्थं, सूत्रस्य अवगमनार्थं, सूत्रे किमर्थम् एतादृशपदम् अस्ति, किमर्थम् अनुवृत्तरूपेण आगच्छति, कस्यचित् पदस्य अनुवृत्तिः किमर्थम् एकस्मिन् सूत्रे, एतादृशसमग्रचिन्तनार्थम् अष्टाध्यायी ग्रन्थः लाभदायकः अस्ति. इत्युक्ते तत्र सम्पूर्णसंस्कृतभाषायां कुत्र कुत्र द्वित्वं भवति इति एतादृशसमग्रचिन्तनं प्रक्रियाग्रन्थात् प्राप्तुं न शक्नुमः. अतः एव अत्र अष्टाध्यायीक्रमेण पठनेन लाभः अस्ति. किमर्थं लुप्तः इति चेत् कालान्तरेण तादृशं भवति खलु, भाषायां परिवर्तनं भवति, शब्दानां परिवर्तनं भवति इति कृत्वा तत्र प्रक्रियाग्रन्थः यदा आगतः तर्हि सर्वे प्रक्रियायामेव मग्नाः अभवन् इति कृत्वा मूलग्रन्थं त्यक्तवन्तः, मूलग्रन्थम् आधारीकृत्य पठनं त्यक्तवन्तः. तर्हि तत्र किं भवति इति चेत् केवलं प्रक्रियाग्रन्थम् एव पठामः चेत् बहवः इत्युक्ते तत्र सम्पूर्णप्रक्रियाग्रन्थं पठित्वा अपि, सम्पूर्णसिद्धान्तकौमुद्यां कौमुदी इति ग्रन्थं पठित्वा अपि तत्र प्रक्रियां वक्तुं न शक्नुमः चेत्, इत्युक्ते तत्र भवति इति रूपं कथं भवति इति वक्तुं न शक्नुमः चेत् कः लाभः अस्ति प्रक्रियाग्रन्थस्य पठनेन. अतः तत्र तादृशक्लेशः जातः. इत्युक्ते ते सर्वे किं कृतवन्तः इत्युक्ते सिद्धान्तकौमुदी इति ग्रन्थं पठितवन्तः, प्रक्रिया कथं भवति इति अपि ज्ञातवन्तः, परन्तु तेषां मनसि समग्रदृष्टिः नासीत्. अतः तत्र धातुम् उक्त्वा तस्य प्रक्रिया कथं भवति इति ते वक्तुं न शक्तवन्तः, यतोहि एतादृशसमग्रचिन्तनं नास्ति. अस्माकं कृते तादृशसमग्रचिन्तनं किमर्थम् अस्ति इति चेत् वयं जानीमः भू इति धातुः इगन्तः अस्ति इति कृत्वा तत्र गुणः भवति. एतादृशसमग्रचिन्तनं नास्ति कौमुद्यां. तत्र एकमेव धातुं स्वीकृत्य तेषां सर्वेषां रूपाणि तत्र प्रक्रिया कथं भवति इति तत्र उल्लिखिता अस्ति, परन्तु तत्र चिन्तनं किं, कथम् एतादृशं कुर्मः, कथं तत्र धातूनाम् आयोजनं कथं भवति, किमर्थम् एतादृश आयोजनस्य आवश्यकता अस्ति, एतादृश आयोजनम् अष्टाध्यायीम् आधारीकृत्य अस्ति, एतादृशचिन्तनं मातृभिः कृतं. किमर्थं कृतम् इति चेत् माताजी बहुकालात् तत्र प्रक्रियाग्रन्थमेव सा अपि पठितवती. प्रक्रियाग्रन्थं पठित्वा पठित्वा तस्य मनसि एतादृशक्लेशः आसीत्. समग्रप्रक्रियाग्रन्थं पठित्वा अपि मम मनसि स्पष्टता नास्ति, अत्र प्रक्रिया कथं करणीयम् इति, प्रक्रिया कथं करणीया इति स्पष्टता नास्ति. तर्हि तदर्थं सा चिन्तितवती किमर्थं तत्र पाणिनिमहर्षि एतादृशभिन्नरीत्या आयोजनं कृतं, किमर्थं प्रकरणरीत्या आयोजनं कृतम्, एकस्मिन् विषये एकं विषयं स्वीकृत्य सम्पूर्णतया तस्य चिन्तनं किमर्थं कृतम्, एतादृश समग्रचिन्तनं तस्य मनसि एकं मानचित्रम् आगतं. तं मानचित्रं स्वीकृत्य त पुनः विचिन्त्य अत्र अष्टाध्यायीक्रमेण पठनेन लाभः कः इति सा विचिन्त्य तत्र पुनः नूतनमार्गं स्वीकृतवती. वस्तुतः नूतनमार्गः नास्ति, पूर्वमेव एतादृशमार्गः आसीत्, केवलं तस्य पुनर्निर्माणम् इति वक्तुं शक्नुमः. भगिनी बुद्धं वा? हा, इत्युक्ते कालान्तरेण बहु किमपि परिवर्तनं भवति खलु, तदेव तत्र कारणं, तत्र विशिष्टकारणं नास्ति. तत्र प्रक्रियाग्रन्थः आगतः तर्हि सर्वे तत्र प्रक्रियाग्रन्थे एव मग्नः अभवन्, अतः मूलग्रन्थं त्यक्तवन्तः. मूलग्रन्थस्य पठनेन अपि महान् लाभः अस्ति. एतस्य तत्र प्रक्रियाग्रन्थं त्यक्तव्यम् इति नास्ति, प्रक्रियाग्रन्थः त्यक्तव्यः इति नास्ति. तत्र प्रक्रियाग्रन्थम् अपि वयं पठामः, परन्तु तत्र मनसि अष्टाध्यायीक्रमः अपि वयं क्रमं स्वीकृत्य पठामः चेत् इतोपि शीघ्रं वयं सम्पूर्णव्याकरणं पठितुं शक्नुमः इत्येव विषयः अस्ति. तर्हि इदानीम् अत्र किं कुर्मः इति चेत् अत्र अहमेकं वक्तुम् इच्छामि. इदानीम् अष्टाध्यायी प्रथमं किञ्चित् करपत्रं पठामः, तदनन्तरं तत्र अष्टाध्यायी इति पुस्तकं स्वीकृत्य पश्यामः किं किम् अस्ति इति पश्यामः. तस्मिन् सन्दर्भे एकं वक्तुम् इच्छामि यत् इदानीं सूत्रस्य अर्थः कः अथवा सूत्रस्य किं कार्यम् इति तस्य विषये वयं चिन्तनं न कुर्मः. सूत्रं कुत्र अस्ति, कस्मिन् प्रकरणे अस्ति इति, यदि सन्धिः इति विषयः अस्ति, सन्धिः इति विषये भवतां मनसि प्रश्नः अस्ति चेत् अष्टाध्यायं कुत्र द्रष्टव्यं. यदि अष्टाध्यायं द्वित्वस्य विषये प्रश्नः अस्ति इदानीं, तर्हि द्वित्वस्य विषये कुत्र द्रष्टव्यं. यदि णत्वम् अस्ति, एकं पदम् अस्ति, तस्मिन् पदे णत्वं भवति वा न वा इति प्रश्नः, तर्हि तस्य समाधानं कुत्र प्राप्तुं शक्नुमः. अयं अहं न जानामि अत्र णत्वं भवति वा न वा, यतोहि अहं सर्वाणि सूत्राणि न जानामि, अहं केवलं सूत्रद्वयमेव जानामि. तर्हि इदानीं अस्मिन् पदे णत्वं भवति वा न वा इति चेत् अत्र अस्मिन् सन्दर्भे अट्कुफाङ्नुं व्यवाये अपि च रषाभ्यां नोणः समानपदे एताभ्यां सूत्राभ्याम् अत्र णत्वं न कृतं. तर्हि अत्र केन सूत्रेण णत्वं भवति, कथं जानीमः इति चेत् तत्र णत्वप्रकरणं क्रमेण पश्यामः चेत् तत्र सर्वाणि सूत्राणि सन्ति. तर्हि क्रमेण सूत्रार्थं वयं पश्यामः चेत् वयं ज्ञातुं शक्नुमः, ओ अस्तु, अनेन नूतनसूत्रेण णत्वम् अत्र भवितुम् अर्हति इति अस्माकं प्रश्नस्य उत्तरं वयमेव स्वयं प्राप्तुं शक्नुमः. अन्यं प्रष्टुम् अपृष्ट्वा अपि वयं स्वयमेव ज्ञातुं शक्नुमः इत्येव लाभः अस्ति. यतोहि इदानीं तत्र किञ्चित् कालात् वयं व्याकरणं पठन्तः स्मः, अग्रे गत्वा वयमेव स्वयम् अस्माकं प्रश्नानाम् उत्तरमपि प्राप्तुं शक्नुमः इति एव विषयः अस्ति. अष्टाध्यायं कुत्र अस्ति, सूत्रसङ्ख्या का इति वयं जानीमः चेत् सूत्रसङ्ख्यां ज्ञात्वा तदनन्तरं वयं प्रक्रियाग्रन्थं दृष्ट्वा सूत्रस्य अर्थः कः इति अपि ज्ञातुं शक्नुमः. तदनन्तरं तत्र के णत्वं भवति न वा अथवा द्वित्वं भवति न वा इति एतादृशप्रश्नानाम् उत्तरं वयमेव प्राप्तुं शक्नुमः. वयम् इण्डिपेण्डेण्ट् भवितुं शक्नुमः, स्वतन्त्रः भवितुं शक्नुमः. अस्तु, तर्हि इदानीम् अत्र करपत्रात् किञ्चित् पठामः, तदनन्तरं तत्र अष्टाध्यायं किं किम् अस्ति इति पश्यामः. अस्तु, तर्हि इत्र ललिताभगिनी आरम्भं करोति वा? अस्ति वा ललिता भगिनि? आं भगिनि, आरम्भं करोतु. अष्टाध्यायः समग्रदृष्टिः. समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघुग्रन्थे अभूत् अपूर्वं पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतं स्यात् अपि च स्वयं संस्कृतस्य स्यात्. अष्टाध्यायाः मूलबीजं प्रकरणं. यदा वयं सूत्राणि क्रमेण पठामः तदा पश्यामः यत् सूत्राणि प्रकरणेषु लघुषु उपभागेषु आयोजितानि. किं बुद्धम्? संस्कृतभाषायाः मानचित्रम् एकस्मिन् मध्ये ग्रन्थे अभूत् अपूर्वम्. किं भगिनि? अष्टाध्यायविरचिता एवं रीत्या एव ग्रन्थाः लघुतं स्यात् अपि च स्वयं संस्कृतस्य अष्टाध्यायी इति ग्रन्थे संस्कृतभाषायाः मानचित्रं भवति. मानचित्रम् इत्युक्ते लैक् मानचित्रं मीन्स् लैक् ओवराल् व्यू. सत्यम्. अष्टाध्यायविरचितम् एवं रीत्या येन ग्रन्थो लघुत्वं स्यात् अपि च स्वयं संस्कृतस्यात्. इट्स् लैक् ईज़ि संस्कृतेन वक्तुं कष्टः. प्रयत्नं करोतु. कष्टः किमपि न, कष्टं नास्ति, वदतु, प्रयत्नं करोतु. लघुत्वं स्यात् अपि च स्वयं संस्कृतस्यात् अष्टाध्याय मूलबीजं प्रकरणं. प्रकरणम् अष्टाध्यायाः प्रकरणमिति मूलबीजम् अस्तु. सूत्रं क्रमेण पठामः यत् सूत्राणि प्रकरणेषु लघुषु उपभागेषु आयोजितानि. प्रकरणेषु इट् इस् वेरि ईसि, लघुत्वम् अस्ति. इति समीचीनं. क्षम्यतां भगिनि. इत्युक्ते प्रकरणेषु न चिन्ता नास्ति, प्रयत्नं कृतवती खलु, समीचीनं, तथैव करोतु, सम्यक्तया कृतम्. इत्युक्ते तत्र सूत्राणि प्रकरणेन प्रकरणलघुषु उपभागेषु आयोजितानि इत्युक्ते तत्र प्रकरणम् आधारीकृत्य सूत्राणि आयोजितानि इत्युक्ते प्रकरणम् इति सब्डिविजन् अस्ति एकस्मिन् अध्याये प्रकरणरूपेण. बहुत्र प्रकरणम् इति शब्दः अपि अत्र मातृभिः यत् पुस्तकं कृतं तस्मिन् पुस्तके तत्र प्रकरणम् इति शब्दः अपि अस्ति बहुत्र. परन्तु कुत्रचित् प्रकरणम् इति शब्दः नास्ति चेदपि तत्र समानप्रकारककार्याणि भवन्ति. इत्युक्ते लोपकार्यं वा आत्वं वा अथवा अन्यत् यत्किमपि अकारलोपः वा नो चेत् वृद्धिकार्यं वा इति एतादृशकार्याणि तत्र समानप्रकारककार्याणि एकत्र भवन्ति प्रकरणे समानप्रकारककार्याणि भवन्ति. तदेव तत्र प्रकरणम् एव अष्टाध्यायाः मूलबीजम् इत्युक्ते अष्टाध्यायाः आयोजनं प्रकरणम् आधारीकृत्य अस्ति. अष्टाध्यायी इति ग्रन्थस्य लक्ष्यं किम्? लघुत्वं इत्येव अष्टाध्यायाः लक्षणम् अस्ति, लक्षणं न स्मर्तव्यम्। अस्तु, रामनाथ महोदय अग्रे पठतु। अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्यायीम् पठित्वा सिद्धान्तकौमुद्यां निमग्नाः भवन्ति। सिद्धान्तकौमुदी प्रक्रियायाम् आधारिता अग्रे पठतु। प्रकरणं प्रक्रिया च, प्रकरणं प्रक्रिया च अत्र सन्धिविच्छेदः कथमस्ति? चेत् इति चेत् इनयोः इनयः भेदः वा अनयः भेदः चेति अनयः भेदः न चेति इति कथमस्ति? च इति च इति अनयोः भेदः कः इति अस्माभिः बोध्यम्। माता पुष्पादीक्षिता सदा पाकशालायाः उदाहरणं ददाति। भोजनस्य निर्माणार्थं सामग्री आवश्यकी, सामग्री आवश्यकी, तण्डुलः, जलं, शाकः, पिष्टं, हरिद्रा, आर्द्रकम् इत्यादिकम्। इदं सर्वं भोजनस्य सामग्री। पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते, पृथक् स्थाप्यते पृथक् पृथक् कोशेषु भवति। शाकः पृथक् कोशे, पिष्टं पृथक् कोशे, तण्डुलः पुनः पृथक् कोशे, सर्वा सामग्री एकस्मिन् एव कोशे एकत्र स्थाप्यते चेत् अव्यवस्था भवति खलु। अतः सम्यक्तया सावधानतया पृथक् पृथक् कोशेषु एकैकं वस्तु स्थाप्यते। तावद्वदतु। पाकशालायां पाकं भोजनार्थं वस्तूनि तण्डुलः, जलं, शाकः, पिष्टं, हरिद्रा पृथक् पृथक्कोषे स्थाप्यते पाकं करणसमये एकैकं वस्तूनि एकैकं वस्तु उपलभ्य पाकं करोति। एवमेव व्याकरणे किमपि सूत्राणि पृथक् पृथक् स्थाने पृथक् पृथक् अस्ति अध्याये भवन्ति। किं सूत्रं प्रयोगं करणीयं? न न, अत्र सूत्रस्य विषये किमपि नास्ति खलु। अत्र केवलं पाकशाला यत् पठितं तस्मिन् विषये वदतु। तत्र तद् उक्तं खलु इदानीं, तत्र पाकशालायाः उदाहरणं किमर्थं वदति? सूत्रं भिन्नभिन्न प्रकरणम् अस्ति, प्रकरणे अस्ति, तद् उपयुज्य व्याकरणं पठामः। किमर्थम् एतादृश आयोजनं, किमर्थं तत्र पाकशालायाः उदाहरणं किमर्थम् उक्तम्? वस्तूनि भिन्नभिन्नः परन्तु भिन्नभिन्नस्थाने स्थाप्यन्ते, पाकं करणसमये वस्तुः किं वस्तुः उपयोगं करणीयम् इति योजयित्वा पाकं करोति। हा समीचीनम्। अत्र पश्यतु, अत्र वस्तुतः किमर्थं तत्र माताजी सर्वदा पाकशालायाः उदाहरणमेव वदति, किमर्थम् इति चेत् तत्र यदा वयं पाकं कुर्मः तदानीं तत्र तण्डुलः पृथक् बाक्स् मध्ये अस्ति, जलं पृथक् अस्ति, शाकः पृथक् अस्ति, पिष्टं हरिद्रा, तत्र पाकक्रियायां यानि यानि वस्तूनि आवश्यकानि अथवा तानि सर्वाणि पृथक् पृथक् कोशेषु सन्ति। किमर्थम् एतादृशम् इति चेत् एतानि सर्वाणि वस्तूनि एकत्र एव सन्ति चेत् तत्र किं भवति, तत्र अव्यवस्था भवति खलु, तत्र अव्यवस्था भवति। अत्र तण्डुलः वयं सर्वदा मेजर् तत्र मापनं कृत्वा एव वयं स्वीकुर्मः। इदानीं तत्र तण्डुलः पिष्टं सर्वम् एकत्र अस्ति चेत् तत्र अव्यवस्था भवति, एवं तत्र सम्यक्तया पाकमपि न कर्तुं शक्नुमः। एवं तत्र किं कुर्मः, तदर्थं तत्र पृथक् पृथक् कोशेषु वयं स्थापयामः सामग्रीं, पृथक् पृथक् कोशेषु स्थापयामः। तेन किं भवति, तत्र आयोजनं भवति, स्पष्टता भवति, तत्र क्रमेण वयं सर्वं कर्तुं शक्नुमः। कुत्र कुत्र किम् अस्ति इति वयं ज्ञातुं तत् स्वीकृत्य वयं पाकं कर्तुं शक्नुमः, तत्र क्लेशः नास्ति। एवमेव अष्टाध्याय्याम् अपि इति अग्रे उच्यते। अत्र विनय महोदय अग्रे पठतु। आं भगिनि, अष्टाध्यायी अपि तथा भाषायाः पाकशाला वा? अष्टाध्यायी अपि तथा भाषायाः पाकशाला, यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वम् अस्मिन् ग्रन्थे अस्ति, परन्तु एकत्र न श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते। प्रत्येकं कोशस्य नाम प्रकरणम्, अण्डत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम् इत्यादिकम्। भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकती इति न, मार्गनिर्देशः अपि आवश्यकः। ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्, एतादृशी सूचना अपेक्षितः। इयं पाककृतिः इति वदामः। तावत् महोदय, तावत्। अत्र यदि कोऽपि व्यञ्जनं कर्तुम् इच्छति तर्हि सर्वे व्यञ्जनस्य पृथक् पृथक् अंशः प्रथमतया स्थापयति, यथा आर्द्रकं हरिद्रा इत्यादि। परन्तु तत्र तत्र निर्देशः अपि आयाति, यदि क्रियायाः क्रम वयं न जानीमः तर्हि कथं अन्ततः सम्यक् व्यञ्जनं प्राप्तुं शक्नुमः. तथा तद् समानमपि अपि भाषायाः अष्टाध्यायी भाषा पाकशाला समान भवति. अहं केवलम् एक द्वित्वं प्रकरणं इदानीं पश्यामि. अहं पश्यामि एकस्थाने द्वादश सूत्राणि भवन्ति, परन्तु सूत्राणि कुत्र अपि आयाति, किमर्थम् अपि आयाति, एक विषयः. तर्हि एव वयं एक विहङ्गीयदृष्टिः द्रष्टुं शक्नुमः. अन्यथा यदि एक समाने विषयवस्तु न भवति तर्हि अस्ति व्यस्ततः अपेक्षितः. समीचीनं महोदय. इत्युक्ते तत्र पाकशालायाः उदाहरणं किमर्थं प्रथमतया उक्तम् इति चेत्, तत्र यथा पाकशालायां सामग्रीणां पृथक् पृथक् कोशेषु स्थापनं भवति, एवमेव रीत्या अष्टाध्याय्याम् अपि अष्टाध्यायी इत्यपि पदस्य पाकशाला अस्ति, पदानां पाकशाला अस्ति. तत्र पदस्य निर्माणार्थं बहूनि बहूनि सोपानानि कार्याणि सन्ति. तर्हि अष्टाध्याय्यां प्रकरणरूपेण आयोजनं भवति, येन तत्र येन यत्र एकरीत्या कार्यं यत्र भवति तादृशकार्याणि एकत्र भवन्ति. तेन किं भवति इति चेत् तत्र आयोजनं सम्यक् भवति, अव्यवस्था न भवति, सम्यक्तया वयं ज्ञातुं शक्नुमः एकस्मिन् प्रकरणे समानप्रकारककार्याणि भवन्ति. तर्हि तेन न केवलं तद् प्रकरणेन एकप्रकारककार्याणि प्रकरणे भवन्ति इति जानीमः, अपि च न केवलं तत्र केवलम् अष्टाध्याय्यां तत्र प्रकरणरूपेण कार्याणि सन्ति इति तावदेव पर्याप्तं वा इति चेत् न. तदनन्तरं तत्र यथा तत्र पाकशालायां प्रथमं तत्र इङ्ग्रीडियन्स् आवश्यकम् अस्ति, इङ्ग्रीडियन्स् तत्र पृथक् पृथक् इङ्ग्रीडियन्स् आवश्यकमस्ति, तद् सामग्री आवश्यकमस्ति. तदनन्तरं तत्र प्रक्रिया अपि भवति खलु, किं प्रथमं स्थापनीयं, तत्र प्रथमं तत्र पाक इदानीम् ओदनं निर्मातुम् इच्छामः चेत् तत्र प्रथमं तण्डुलस्य प्रक्षालनं भवति, तदनन्तरं तत्र अग्नौ तत्र पात्रं स्थापयामः, तत्र जले स्थापयामः, पात्रे जलं निक्षिपामः, तदनन्तरं जलस्य क्वथनं भवति, तदनन्तरं तण्डुलं स्थापयामः. एतादृशक्रमः अस्ति, इदमेव तत्र पाकक्रिया इति वदामः, पाकक्रिया. तर्हि न केवलं सामग्री आवश्यकी, अपि च तत्र स्टेप् बै स्टेप् इन्स्ट्रक्षन् अपि आवश्यकमस्ति. तत्र पाकं कथं, पाकक्रिया कथं भवति इति स्टेप् बै स्टेप् इन्स्ट्रक्षन् अपि आवश्यकी अस्ति, सामग्री अपि आवश्यकी अस्ति. सामग्री अस्ति, अस्माकं सामग्री प्रकरणे अस्ति, सामग्री पृथक् पृथक् कोशेषु सामग्री अस्ति. इदानीं तत्र पाकं कर्तुम् इच्छामः चेत् प्रक्रिया भवति, प्रक्रियायां स्टेप् बै स्टेप् इन्स्ट्रक्षन् अस्ति. तर्हि सामग्री अपि आवश्यकी, स्टेप् बै स्टेप् इन्स्ट्रक्षन् अथवा प्रक्रिया अपि आवश्यकी. बुद्धं खलु? अहं केवलं विहङ्गीदृष्टिः अवदत्, परन्तु अत्र समग्रदृष्टिः समान अर्थः. अस्तु, तर्हि अग्रे उमा भगिनी अग्रे पठतु. पठामि. अष्टाध्यायी अपि तथा भाषाक्षेत्रे ओके ओके भाषाक्षेत्रे प्रक्रिया तथैव भवति. पदस्य निर्माणार्थं कानि सोपानानि सन्ति अपि च केन क्रमेण इति सूचना प्रक्रिया इत्युच्यते. जि योगः अयोगः ति जयति. अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि केन क्रमेण च इति प्रक्रिया. सो अत्र प्रक्रिया इति अर्थः कः इति वर्ण्यते. प्रक्रियाः कानि सूत्राणि पदस्य निर्माणार्थम् उपयोगितानि इति इति सोपानः दत्तं. तदा एव तथा एव प्रक्रिया. अग्रे पठामि. हा अग्रे पठतु. जि योगः लट् इति विवक्षाः. लस्य जि सिप्तस्थ निप्पस्म ता ता ता तां झ था साथं झ ध्वं ईं वहि महिङ् जि वहि महिङ् सोरि इड् वहि महिङ् 3478. जि जि योगः तिप् हलन्त्यं तस्य लोपः. जि योगः ति कर्तरि शप् जि शप् ति लशप् वर्तन्ति ते हलन्त्यं तस्य लोपः. जि अ ति तिङ्क्षित् सार्वधातुकं सार्वधातुक आर्धधातुकयोः. जे अ ति एचो अयावाय एचो अयावायावः एकारस्य स्थाने ऐ. ईच् योगः ऐ योगः अ योगः ति वर्णानां मेलने जयति इति क्रियापदं निष्पन्नम्. अत्र जयति इति पदस्य निर्माणं कथं कृतम् इति दत्तं. जि इति धातुः धातु जि धातुतः कथं लेक् लकारः लभ्यते इति अत्र सूत्रसहितं दत्तः. सो लट्लकारार्थं लस्य इति सूत्रेण तिप्तसि इति प्रत्ययाः वर्णितव्यम् एकं सूत्रे तदेव एकस्मिन् सूत्रे तदेव 3478. तदनन्तरं लट्लकारः प्रत्ययम् इति चेत् जि योगः तिप् तिप् योग तिप् प्रत्यये पकारस्य लोपः अस्ति. तदनार्थं सूत्रः हलन्त्यं तस्य लोपः. तस्मात् जि योगः ति कर्तरि शप् सो कर्तरि शप् इति अत्र भ्वादिगणे अस्ति. जि योगः शप् योगः ति शप् इति विकरणप्रत्यया भ्वादिगण तस्य शप् प्रत्यये शक्वत्लिते इति सूत्रेण इष् इति लोपः भवति. तस्य लोपः देन् पकारस्य लोपः अपि हलन्तीम् इति सूत्रेण भवति. सो जि योगः अयोगः ति तिङ्क्षित् सार्वधातुकं सार्वधातुक आर्धधातुकयोः इति सूत्रेण तिङ्क्षित् इति सूत्रमे अत्र उपयोगितव्यम्. अत्र जि योगः अ विकरणप्रत्ययस्य अत्र इगन्तधातुः तस्मात् अयोगसमये गुणं भवति. तस्मात् जि बिकम्स् जे. जे योगः अयोगः ति अत्र जे योगः अ यचो अयावायवः इति सूत्रेण एकारस्य स्थाने ऐ आगच्छति. तस्मात् इच् योगः ऐ ओगः योगः अ योगः ति सो मेलनेन जयति इति क्रियापदं लभ्यते. अस्तु बहु समीचीनं भगिनि. सम्यक् सम्यक्तया उक्तं. तर्हि अत्र जयति इति पदस्य निर्माणार्थं यानि यानि सोपानानि सन्ति इति अत्र उक्तानि, तर्हि अत्र कति सूत्राणि प्रयुक्तानि अत्र? अनेकसूत्राणि सन्ति, एकादशसूत्राणि सन्ति, एकादशसूत्राणि सन्ति एकस्मिन् पदे, एकादशसूत्राणि सन्ति, तर्हि एतेषां सूत्राणां सम्बन्धः अस्ति वा? सर्वेषां सूत्राणां सम्बन्धः अस्ति वा? सर्वेषां सूत्राणां पृथक् पृथक् अध्याये, पृथक् पृथक् प्रकरणे सन्ति. सत्यं, हलन्त्यं लशक्व तद्धिते इति सूत्रं तु एकत्र अस्ति, तस्य लोपः इति अपि एकत्र अस्ति, परन्तु अन्ये सर्वाणि सूत्राणि इदानीं तत्र लस्य इति तृतीयदे चतुर्थपादे अस्ति, तिप्तस्जि अपि तत्रैव अस्ति, इत्संज्ञासूत्राणि प्रथमाध्याये अस्ति, प्रथमाध्याये एचोयवायवः सन्धिसूत्रम् अस्ति, षष्ठाध्याये अस्ति इति वयं समग्ररीत्या पश्यामः चेत् सर्वेषां सूत्राणां सम्बन्धः नास्ति, सर्वेषां सूत्राणां सम्बन्धः नास्ति, पृथक् पृथक् अध्यायेषु सन्ति, अतः सूत्रस्य अर्थावगमने क्लेशः भवति. लस्य इति सूत्रं कुत्र भवति, तदनन्तरं हलन्त्यम् इति सूत्रं कुत्र भवति, कर्तरिषप् इति कुत्र भवति, सूत्रस्य प्रक्रियाग्रन्थेषु सूत्रस्य अर्थविवरणं सम्पूर्णतया न भवति, सम्पूर्णतया अर्थविवरणं न भवति, तर्हि अर्थं ज्ञातुम् अन्यत्र द्रष्टव्यं भवति. यस्मिन् पुस्तके वयं प्रक्रियां पश्यामः तस्मिन् पुस्तके सूत्रस्य विवरणं न भवति, अन्यत्र कुत्रापि द्रष्टव्यं, पुनः ततः इदानीं कर्तरीषप् इति द्रष्टुमिच्छामः चेत् तत्र अन्यत्र कुत्रापि गन्तव्यं भवति इति एतादृशक्लेशः भवति. केन क्रमेण सूत्राणि प्रयुक्तानि, तत्र सूत्रयोः सम्बन्धः कः, कुत्र किं सूत्रं प्रयोक्तव्यम् इति एतादृशसमग्रज्ञानं न भवति प्रक्रियाग्रन्थेषु. इदानीं जी इति पदस्य सोपानानि उक्तानि, एवमेव भू इति पदस्य सोपानानि वदन्ति, तर्हि एवं रीत्या एकैकं धातुं स्वीकृत्य तस्य प्रक्रिया कथं भवति इति तस्य विवरणं प्रक्रियाग्रन्थेषु भवति, परन्तु तत्र लाजिक् कथम् अस्ति, तर्कः कः, किमर्थं सूत्रस्य प्रयोगः, एतादृशचिन्तनं न भवति तत्र, तदेव क्लेशः अस्ति, स एव क्लेशः, चिन्तनं न भवति तत्र किमर्थम् इदं सूत्रम् अत्र प्रयुक्तं, तस्य सम्बन्धः कः, अत्र अनुवृत्तिः अस्ति वा इति तादृशचिन्तनं न भवति. अतः वारं वारम् एतादृशसोपानं वयं वारं वारं पठामः चेदपि अन्ततो गत्वा प्रक्रियां वक्तुं न शक्नुमः, तदेव क्लेशः अस्ति. यथा इदानीं भगिनी सम्यक्तया जी धातोः प्रक्रिया कथं भवति इति स्वयमेव अदृष्ट्वा अपि वक्तुं शक्नोति भगिनी इति अहं ज्ञातवती, यतोहि अत्र वयं पूर्वं पठितवन्तः खलु ईगन्तधातूनाम् एतादृशप्रक्रिया अस्ति इति, तादृशसमग्रचिन्तनं प्रक्रियाग्रन्थेषु न भवति इत्येव विषयः अस्ति. अस्तु, अग्रे सुमन् भगिनी पठतु. श्रूयते किम्? श्रूयते. अस्तु, अत्र अत्र एका प्रक्रिया प्रदर्शिता. जयति इति पदं कथं निर्मीयते इति प्रदर्शितं. सूत्राणां संख्या दृश्यान्तम् इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि. अनेन कारणेन कस्माचित् सूत्रात् प्राक् कानि सूत्राणि वर्तते, केषां च पदानाम् अनुवृत्ति इति न ज्ञायते. तस्य फलम् इदं यत् प्रक्रियाया प्रसङ्गे सूत्रस्य दर्शनं तस्य अर्थः नैव अवगम्यते अस्माभिः. अस्तु, अत्र अस्ति जी धातुतः जयति क्रियापदं कथं निर्मीयते इति सोपानानि दत्तानि. किन्तु वयं इदानीं वयं जानीमः, अस्तु जीयोग लट् भवति, तस्य लस्य सूत्रस्य कार्यं करोति, लस्य कुत्र अस्ति तृतीय अध्याये अस्ति, चतुर्थपादे अपि अस्ति, भिन्नभिन्नसूत्राणि प्रयोजितं किन्तु प्रयोजितानि किन्तु एकत्र न सन्ति तानि सूत्राणि, भिन्नभिन्न अध्यायेषु सन्ति, अपि च पादेषु अपि सन्ति. वयं तत् पठामः, स्वीकुर्मः, इदानीं प्रक्रिया रचामः अपि, किन्तु वयं पश्यामः हलन्त्यम् इति उदाहरणे, तत्र सूत्रं किं वदति, तस्य तस्मात् पूर्वं किम् अस्ति, अनुवृत्तिसहितसूत्रं किम् अस्ति, कथम् अनुवृत्ति भवति, अधिकारः कः इति वयं तु न जानीमः, एतावता प्रक्रिया कुर्मः चेत्. समीचीनं भगिनि, सम्यक् तथैव अस्ति. अत्र एता वयं स्वयमेव द्रष्टुं शक्नुमः, बहूनि सूत्राणि सन्ति, प्रत्येकं सूत्रस्य भिन्नभिन्नकार्यम् अस्ति. तर्हि किमर्थम् एतत् सूत्रम् अत्र कार्यं करोति, किमर्थं तस्य अर्थः कः, किमर्थं तस्मिन् सूत्रे अनुवृत्तिः का, एतादृशसमग्रचिन्तनं न भवति प्रक्रियाग्रन्थेषु. यदि भवन्तः स्वयमेव कुत्रचित् प्रक्रियाग्रन्थस्य अध्ययनं कुर्वन्ति चेत् स्वयमेव ज्ञातुं शक्नुमः, तत्र भ्रमः एव भवति. इत्युक्ते एकं सूत्रं, तत्र एकसंज्ञाप्रकरणात् एकं सूत्रं भवति, तदनन्तरम् अन्यसूत्रम् अन्यत्र कुत्रचित् अस्ति, तस्य विवरणं भवति. अतः तत्र कनेक्षन्, इण्टर् कनेक्षन् ज्ञातुं न शक्नुमः. द्वयोः सूत्रयोः कनेक्षन् किम् अस्ति, तस्य सम्बन्धः कः इति वयं ज्ञातुं न शक्नुमः प्रक्रियाग्रन्थात्. क्लेशः अस्ति. सिद्धान्तकौमुदी अस्ति खलु, सिद्धान्तकौमुदी, लघुकौमुदी, एतादृशग्रन्थाः प्रक्रियाग्रन्थाः एव खलु. तत्र अष्टाध्यायीक्रमेण सूत्रस्य विवरणं नास्ति. अस्तु, तर्हि भ्रमः अस्माकं मनसि, तत्र प्रकरणं रूपेण नास्ति किम्? प्रकरणम् अस्ति, परन्तु तत्र प्रकरणम् इत्यस्य अर्थः भिन्नः अस्ति. प्रकरणम् इति अस्ति तत्रापि, संज्ञाप्रकरणं, सन्धिप्रकरणम् इति अस्ति, परन्तु तत्र प्रकरणम् इत्यस्य भिन्नः अर्थः अस्ति. इत्युक्ते सन्धिप्रकरणम् इत्यनेन सन्धिसम्बद्धसूत्राणि यानि सन्ति अष्टाध्यायं, यत्र कुत्रापि भवन्तु, तेषां विवरणं सन्धिप्रकरणे भवति. सन्धि सर्वेषां सन्धिसूत्राणां विवरणं तत्र भवन्ति. तर्हि तादृशसमग्रसन्धिसूत्राणां विवरणं ज्ञातुम् इच्छामः चेत् तत्र कौमुदीग्रन्थं पठितुं शक्नुमः. परन्तु तत्रापि सूत्राणि, कानिचन सूत्राणि षष्ठाध्याये सन्ति सन्धिसूत्राणि, कानिचन सूत्राणि अष्टमाध्याये सन्ति. तत्रापि क्रमेण न पठामः चेत् तत्र अनुवृत्तिज्ञानं न भवति. अस्तु, अग्रे विमला भगिनी पठति वा? प्रक्रियायाः किञ्चन फलं तु अस्त्येव, अनेन पदनिर्माणक्रिया बुद्धा. परन्तु सूत्रस्य अवगमनार्थं यत्र सूत्रबोधः लक्ष्यं, तत्र अस्माकं क्लेशो भवति, यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न, सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितम्. तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव. महोदय, श्रूयते? श्रूयते, वदतु. हा, प्रक्रियायाः फलम् अस्ति यतोहि पदनिर्माणं कथं करणीयमिति वयम् अवगच्छामः. परन्तु सूत्रस्य अवगमनं तु न भवति, किन्तु सूत्रं सम्पूर्णं वाक्यं न. सम्पूर्णवाक्यम् अस्त्येव तस्य अर्थः बुद्धः भवति. तेन कारणेन यतोहि अस्माकं क्लेशः न भवति, क्लेशः न भवेत् केवलं सूत्रपठनेन. सूत्रस्य पूर्णवाक्यं पठनीयं. प्रक्रियायां सम्पूर्णवाक्यं प्रक्रियायां न अस्ति, सम्पूर्णवाक्यं प्रकरणे एव अस्ति. तेन कारणेन प्रक्रिया अपि ज्ञातव्यं, प्रकरणमपि पठनीयम् इति. हा, सत्यं सत्यं. प्रक्रिया अपि ज्ञातव्यं, प्रकरणमपि पठनीयं. प्रकरणस्य पठनेन प्रक्रिया सुलभा भवति, यतोहि अस्माकं ज्ञाने दृढज्ञानमस्ति. इदानीम् एकैकस्य सूत्रस्य सम्बन्धः कः इति तादृशज्ञानमस्ति, सूत्रार्थः कः इति वयं जानीमः, सूत्रस्य प्रयोजनं किम् अस्ति, सूत्रं कुत्र, तस्य कार्यक्षेत्रं कुत्र अस्ति इति एतादृशज्ञानं सर्वं वयं प्रथमं प्राप्नुमः चेत् तदनन्तरं सूत्रस्य प्रयोगं कर्तुं शक्नुमः प्रक्रियायां. सूत्रस्य अर्थः एव सम्यक्तया न बुध्यते चेत् तदानीं तत्र प्रक्रियायामपि बोधः न भवति. प्रक्रियायां सूत्रस्य प्रयोजनं किं, किमर्थम् अत्र कार्यं करोति, तस्य प्रयोजनं किम्, अन्यत्र कुत्र कार्यं कर्तुं शक्नोति इत्यपि ज्ञानं न भवति. केवलम् अस्मिन् सन्दर्भे एतस्य कार्यमस्ति, परन्तु अन्यत्र कुत्र कार्यं कर्तुं शक्नोमि इति एतादृशसमग्रज्ञानं न भवति. तदर्थम् अष्टाध्यायीक्रमेण सूत्राणि प्रथमं पठामः चेत्, सूत्रार्थः कः इति पठामः चेत्, तदनन्तरं तस्य प्रयोजनं कुत्र कुत्र भवितुम् अर्हति इति वयमेव स्वयं चिन्तयितुं शक्नुमः. अस्तु, धन्यवादः भगिनी. वसन्ति भगिनी अग्रे. अस्तु भगिनि, पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः. यदा अष्टाध्यायीक्रमेण सूत्राणि पठामः तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः, येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात्. अनेन सूत्रार्थः मनसि रूपरितौ विद्यते, स्फुरितो विद्यते. सोरि, स्फुरितो विद्यते. सो अष्टाध्यायी प्रकरणस्य आधारेण विरचितः. अतः सूत्राणि क्रमेण एव सूत्राणि पठनीयम्. कः लाभः अस्ति क्रमेण पठनेन? क्रमेण पठनेन सौकर्यम् अस्ति, सुलभं सौकर्यमस्ति. सूत्राणि सूत्राणि पूरयितुं शक्नुमः. सम्पूर्णसूत्रार्थः कः इति वयं ज्ञातुं शक्नुमः. ओके, इति प्रयोजनमस्ति. प्रक्रिया प्रकरणरूपेण पठामः चेत् प्रयोजनम् अस्ति. अनेन सूत्रार्थः मनसि स्फुरति इत्युक्ते स्पाण्टेनियस् आगच्छति, यतोहि पूर्वस्मात् सूत्रात् अनुवृत्तिः अस्ति. अतः अनुवृत्तिसहितसूत्रम् इति वयम् अत्र अस्माकं करपत्रेषु पश्यामः खलु, अनुवृत्तिसहितसूत्रम् इति. तत्र सूत्रे यानि यानि पदानि सन्ति तानि अपि वयं स्वीकुर्मः, अपि च पूर्वस्मात् सूत्रात् अनुवृत्तपदानि अपि स्वीकृत्य एकं वाक्यं कुर्मः खलु, अनुवृत्तिसहितसूत्रं. सूत्रार्थ सम्पूर्णसूत्रार्थः कः इति एतादृशसम्पूर्णवाक्यं वयं कर्तुं शक्नुमः अष्टाध्यायीक्रमेण पठामः चेत्. नो चेत् तत्र प्रक्रियाग्रन्थेषु एतादृशसम्पूर्णवाक्यं कर्तुं न शक्नुमः. अनुवृत्तिसहितसूत्रं, कस्य सूत्रस्य अधिकारः अस्ति अत्र, कस्मात् सूत्रात् अनुवृत्तिः अस्ति, किमर्थम् अत्र अनुवृत्तिः अस्ति, किमर्थम् अनुवृत्तिः नास्ति इति अपि वयं ज्ञातुं शक्नुमः. एतादृशसमग्रचिन्तनं न भवितुम् अर्हति प्रक्रियाग्रन्थेषु. अस्तु, तर्हि अग्रे वसन्त सूर्यकुमारी भगिनी. एकस्मिन् प्रकरणे वारं वारम् एकं कार्यं भवति. यत् पदं दत्तम् एकस्मिन् सूत्रे तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते. पाठकैः अवगम्यते यत् सः अर्धः पुनः आयाति तस्मिन् सूत्रे अपि इयम् अनुवृत्तिः इति वदामः। अत्र अयं विषयः इतोपि विस्तारितः वदतु। प्रकरणं वारं वारं कार्यं चेत् एव एकस्मिन् प्रकरणे वारं वारं कार्यं चेत् एव अवगम्यं यत् पदं दत्तम् एकस्मिन् सूत्रे तत् पुनः अग्रिमसूत्रे साक्षात् नागम्यते। पदं पृथक् पृथक् प्रक्रिया चेत् अग्रिमपदं भिन्नम् अस्ति चेत् भिन्नसूत्रम् उपयुज्यम् आवश्यकं। पाठकैः अवगम्यते यत् सः अर्धः पुनः आयाति तस्मिन् सूत्रे अपि इयम् अनुवृत्ति इति वदामः। अत्र अयं विषयः इतोपि विस्तारितः विषये पदं भिन्नम् अस्ति अपि प्रकरणम् अवगम्यं चेत् अनुवृत्तिसहितसूत्रं मनसि स्फुरति प्रक्रिया सुलभम् अस्ति। समीचीनं भगिनि, समीचीनं, तथैव। अग्रे राहुल् महोदय पठतु। किं पुनः एकवारं अस्मिन् वाक्ये वा इत्युक्ते प्रकरणे यथा वयं दृष्टवन्तः प्रकरणे एकत्र समानप्रकारककार्यं भवति द्वित्वप्रकरणम् इत्युक्ते द्वित्वसम्बन्धकार्याणि संस्कृतभाषायां यत्र कुत्रापि द्वित्वं भवतु तत्सम्बन्धकार्याणि एकत्र सन्ति अतः समग्ररीत्या चिन्तनं भवति। अस्तु संस्कृतभाषायाम् अत्र कुत्रचित् अत्र परिस्थितिः अस्ति अस्माकं पुरतः काचित् परिस्थितिः अस्ति अस्मिन् सन्दर्भे तत्र द्वित्वं भवति न वा इति प्रश्नः उदेति। तदर्थं कुत्र द्रष्टव्यम् अष्टाध्याय्याम् इति चेत् द्वित्वप्रकरणम् इति पश्यामः चेत् तत्र समग्रदृष्टिः भवति कुत्र कुत्र संस्कृतभाषायां द्वित्वं भवितुम् अर्हति इति वयं ज्ञातुं शक्नुमः। अपि च प्रकरणस्य लाभः कः इति चेत् तत्र प्रत्येकं सूत्रं तत्र कुत्रचित् सूत्रं सम्पूर्णम् अस्ति सूत्रं स्वयं सम्पूर्णम् अस्ति यतोहि तस्मिन्नेव सूत्रे सर्वाणि पदानि सन्ति। यथा अत्र उपदेशे जननासिक इत् इति सूत्रमस्ति उपदेशे जननासिक इत् इति सूत्रं तत् सूत्रम् अस्माकं परिचितम् अस्ति। तस्मिन् सूत्रे सर्वाणि पदानि तस्मिन् सूत्रे एव सन्ति उपदेशे अच् अनुनासिक इत् तर्हि सूत्रं सम्पूर्णम् अस्ति अतः अर्थबोधः जायते। परन्तु तस्य सूत्रस्य अनन्तरम् इदानीं हलन्त्यम् इति सूत्रमस्ति हलन्त्यम् इति सूत्रमेव वयं पश्यामः चेत् हलन्त्यम् इति सूत्रस्य इति सूत्रे पदद्वयम् अस्ति हल् अन्त्यं तर्हि हल् अन्त्यं किं भवति इति न जानीमः। तर्हि प्रकरणरूपेण पठामः चेत् वयं ज्ञातुं शक्नुमः उपदेशे जननासिक इत् इत्यस्मात् तत्र इत् इति पदम् उपदेशे इति पदम् अनुवृत्तं भवति इदानीं सूत्रार्थः पूर्णः भवति हल् अन्त्यम् उपदेशे हल् अन्त्यम् इत् स्यात् इति अर्थः पूरितः भवति। अतः वयम् एतादृशसूत्रस्य अर्थपूर्णं कर्तुं शक्नुमः प्रक्रियाक्रमेण पठामः चेत् इति एव अत्र उक्तमस्ति। उक्तं वा? राहुल् महोदय अग्रे प्रकरणम् इत्यस्मात् पाणिनिः सूत्रस्य लघुत्वम् इच्छति पाणिनिः सूत्रस्य लघुत्वम् इच्छति तदर्थं येषां सूत्राणां समानप्रकारकः कार्यं भवति तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतं भवन्ति अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चन पदमस्ति, तत् पदं द्वितीये सूत्रे अपि यद्यपि अपेक्षते तथापि पुनः साक्षात् न दीयते। अस्माभिः मनसि तत्पदम् आनेतव्यम्। यथा रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि। वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणं गन्तुमिच्छामि इति। यद्यपि श्यामः केवलम् अहमपि इत्यवदत् तथापि वयं तस्य अर्थं पूरयामः मनसि। तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रविषये। यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अनुवृत्तयः इत्युच्यन्ते। अत्र वयं प्रकरणरीत्या किमर्थम् अष्टाध्यायीम् अनुसरामः इति उक्तवन्तः। यदा वयम् एकस्मिन् प्रकरणे एकं विषयं स्वीकृत्य पठामः, यथा उदाहरणार्थं रामः इति एकः बालकः अस्ति, सः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि गच्छामि इति। यदि वयं केवलं श्यामस्य विषयम् अनुसरामः तत्र कुत्र अवगन्तुं न शक्नुमः सः कुत्र गन्तुं इच्छति इति। किन्तु रामः आपणं गच्छति तेन सह श्यामः अपि गच्छति इति द्वयोः मेलनेन वयं सङ्ग्रहीमः इति श्यामः अपि आपणं गन्तुमिच्छति इति वयम् अवगन्तुं शक्नुमः। तथैव पाणिनेः यदा उक्तं यदि वयं प्रकरणरीत्या पठामः तर्हि एकस्मिन् सूत्रस्य तत्र सन्दर्भः बहुषु स्थलेषु अस्ति। यदा भवती पूर्वम् उक्तवती इत्संज्ञायाः प्रकरणं, तत्र हलन्त्यम् इति वयं यदि स्वीकुर्मः तत्र विना सन्दर्भः अवगन्तुं न शक्नुमः, तत्र इत्संज्ञायाः प्रकरणं दीयते। किन्तु यदि वयं प्रकरणरीत्या पठामः उपदेशे अजनुनासिक इति पूर्वस्मिन् सूत्रे अस्ति, अतः एतदपि इत्संज्ञायाः सूत्रं भवेत् इति मनसि अवगन्तुं शक्नुमः इति अत्र दत्तम्। समीचीनं महोदय, तथैव अस्ति। एतादृश प्रक्रियाग्रन्थेषु महोदय कृपया म्यूट् करोतु महोदय, प्रतिध्वनिः आगच्छति। प्रक्रियाग्रन्थेषु तत्र सूत्रं पश्यामः चेत् सूत्रस्य अर्थः मनसि न स्फुरति इति क्लेशः अस्ति, परन्तु अष्टाध्यायीम् अनुसृत्य पठामः चेत् तत्र कस्मिन् विषये वयं पठामः इति मनसि स्पष्टता भवति। हरि ओम्, मम प्रतिध्वनि नास्ति, अहं तु म्यूट् मध्ये एव अस्मि। एवं वा, कुत्र अस्ति? इदानीमपि अस्ति प्रतिध्वनिः। हा, इदानीं सम्यक् अस्ति। अस्तु अत्र अत्र बुद्धं खलु, तत्र अनुवृत्तिः एव महान् लाभः अस्ति अष्टाध्यायीक्रमेण। यत्र अहम् आपणं गच्छामि इति कोऽपि वदति, एकं सूत्रमस्ति अहम् आपणं गच्छामि इति एकं सूत्रमस्ति इति चिन्तयतु। रामः वदति अहम् आपणं गच्छामि, तर्हि अहम् आपणं गच्छामि इति सूत्रमस्ति, रामः वदति अहम् आपणं गच्छामि इति। तदनन्तरं श्यामः वदति अहम् अपि, श्यामः वदति अहमपि, इदानीं सन्दर्भं वयं जानीमः किमर्थं श्यामः वदति अहमपि इति किमर्थं वदति, यतोहि सन्दर्भः अस्ति आपणम् आपणगमनमेव सन्दर्भः अस्ति। रामः वदति अहम् आपणं गच्छामि, तर्हि श्यामः वदति अहमपि इति चेत् वयं ज्ञातुं शक्नुमः अहमपि इत्यनेन केवलम् अहमपि इति पदद्वयमेव अस्ति, तथापि वयं ज्ञातुं शक्नुमः अहमपि आपणं गच्छामि इत्येव अर्थः इति ज्ञातुं शक्नुमः। कथं जानीमः? यतोहि प्रथमं वाक्यम् अस्ति अहम् आपणं गच्छामि इति, प्रथमं वाक्यम् अस्ति इति कृत्वा द्वितीयवाक्यस्य अर्थबोधः भवति। परन्तु प्रक्रियाग्रन्थे यदा केवलम् अहमपि इति एकं सूत्रमस्ति इति चिन्तयतु, तर्हि अहमपि इति दृष्ट्वा तस्य अर्थबोधः न भवति। इदानीम् एकस्यां प्रक्रियायां बहूनि सोपानानि सन्ति, बहूनि सूत्राणि भवन्ति, एतेषां सर्वेषां सूत्राणाम् अर्थबोधः नास्ति चेत् तस्य प्रयोगः न भवितुमर्हति। तस्य प्रयोगः कुत्र, तस्य कार्यं कुत्र भवति इति वयं न ज्ञातुं शक्नुमः। तदर्थम् अत्र अत्र सूत्रस्य अर्थः कः इति मनसि स्पष्टता नास्ति चेत् तस्य प्रयोगः न सम्भवति। अतः एतादृशक्लेशः भवति प्रक्रियाग्रन्थेषु. अहमपि इति दृष्ट्वा तस्य अर्थबोधः न जायते अस्माकं मनसि. अहमपि इत्यस्य तत्र कस्मिन् विषये वदन् अस्ति इति अपि वयं ज्ञातुं न ज्ञातुं शक्नुमः. अतः एव तत्र प्रक्रियाग्रन्थस्य पठनेन क्लेशः अस्ति. अस्तु, अग्रे गोमती भगिनी पठतु. एकः संशयः भगिनी, ई हलन्त्यम् इति सूत्रे भवती वदति उपदेशे अनुवृत्ति आगच्छति. अत्र उपदेशे अजनुनासिके इति सूत्रम् उपदेशे अस्य सूत्रं धातोः धातुसम्बन्धि सूत्री सूत्रं न न न धातुसम्बन्धि नास्ति. अग्रे पश्यामः, विवरणमस्ति, अग्रे पश्यामः. धातुसम्बन्धि नास्ति. न न न, उपदेशे जननासिकै हलन्त्यम् एतानि सर्वत्र कार्यं कुर्वन्ति. धातुः, प्रत्ययः, आदेशः, आगमः, यत्र कुत्रापि. ओके, अवगच्छामि, धन्यवादः. अस्तु, गोमती भगिनी अग्रे. अस्ति वा भगिनि? अस्तु, अरविन्द् महोदय. आं भगिनि, अत्र प्रथमम् उदाहरणम् अस्माकं परिचितम् इत्संज्ञाप्रकरणम्. अस्मिन् क्रमेण अष्टसूत्राणि सन्ति. यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतननाम् अपेक्षा. अनेन प्रकटं भवति यत् येषाम् अष्टानां सूत्राणाम् अवगमने मनसि दृढीकरणं चेत् दृढीकरणं च अष्टाध्याय्याम् एव पठनेन सौकर्यं यत्र क्रमेण सूत्रेण प्राप्यन्ते. अत्र क्रमेण चत्वारि सूत्राणि तादृशु अपि प्रत्ययेषु अपि. प्रथमम् उपदेश नासिक इत् अत्र किम् अस्ति इति एकवारम् उक्त्वा तदनन्तरं वदतु. अत्र प्रथमम् उदाहरणम् अस्माकं परिचयम् इत्संज्ञाप्रकरणस्य विषये दत्तमस्ति. इत्संज्ञाप्रकरणे अष्टसूत्राणि सन्ति. यस्मिन् प्रत्येकसूत्रस्य बोधनार्थं पूर्वतनम् अपेक्षा च. तत्र पाणिनि लघुत्वम् उद्दिश्य एकस्मिन् प्रकरणे सर्वाणि सम्बन्धानि सूत्राणि दत्तमस्ति. किन्तु प्रथमसूत्र दृश्यते चेत् परसूत्रस्य वाक्यानि अर्थपूरणार्थं प्रथमसूत्रस्य अपेक्षितम् इति कारणेन द्वितीयसूत्रस्य लघुत्वं भवति. तत्र लघुत्वार्थं सूत्रं प्रथम पूर्वपरसूत्रस्य आधारेण लघुत्वं कृत्वा एव प्रकरणं निष्पन्नं भवति. अनेन प्रकटनं भवति येषाम् अष्टानां सूत्राणाम् अवगमनेन मनसि दृढ इत्संज्ञाप्रकरणस्य सम्पूर्णरूपं मनसि जायते. सत्यम्. अपि च अन्यः विषयः अपि कः इति चेत्, प्रकरणरूपेण वयं पठामः चेत् किं तत्र लाभः कः इति चेत्, उत्सर्गसूत्रं किम् अस्ति, अपवादसूत्रं किम् अस्ति इति एतादृशज्ञानमपि भवति. अत्र तत्सम्बन्ध यथात्र उदाहरणार्थम् अकः सवर्णे दीर्घः इति एकं सूत्रमस्ति, सवर्णदीर्घसम्बन्धिसूत्रमस्ति. अकः सवर्णे दीर्घः, तत्र सवर्णदीर्घसन्धिः भवति इति वयं जानीमः. परन्तु कुत्रचित् सवर्णदीर्घसन्धिः इति सूत्रं कार्यं न करोति. अकः सवर्णे दीर्घः इति सूत्रं कार्यं न करोति. तस्य अपवादसूत्रमस्ति अतो गुणे इति एकं सूत्रमस्ति. तस्य अपवादसूत्रमस्ति. तर्हि तत्र प्रकरणरूपेण पश्यामः चेत् वयं ज्ञातुं शक्नुमः अत्र कः सवर्णे दीर्घः इति तादृशकार्यमेव अस्ति अतो गुणे इति सूत्रे अपि. तर्हि तत्र किमर्थम् अकः सवर्णे दीर्घः इत्यस्य कार्यं न जातम् इति चेत् तत्र अपवादसूत्रमस्ति इति वयं ज्ञातुं शक्नुमः. एतादृशज्ञानं न भवति प्रक्रियाग्रन्थेषु. प्रक्रियाग्रन्थेषु अत्र अतो गुणे इति सूत्रं कार्यं करोति इति ते वदन्ति, परन्तु किमर्थम् अतो गुणे इति सूत्रं कार्यं करोति, किमर्थम् अकः सवर्णे दीर्घः इति कार्यं न करोति इति तादृशज्ञानं न भवति, तादृशचिन्तनमपि न भवति तत्र. यदि अस्माकं मनसि अकासवर्णे दीर्घः इति एकं सूत्रम् अस्ति इति वयं न जानीमः चेत् तर्हि कथं वयं प्रश्नं कर्तुं शक्नुमः अत्र अकः सवर्णे दीर्घः अपि कार्यं कर्तुं शक्नोति इति? तादृशज्ञानमेव न भवति अस्माकं मनसि. अतः प्रकरणरीत्या पठनेन अस्माकं मनसि ज्ञानं भवति उत्सर्गसूत्रं किम् अस्ति, अपवादः तस्य अपवादाः के कानि सूत्राणि सन्ति. यावत्पर्यन्तम् अपवादसूत्राणि कानि इति वयं न जानीमः तावत्पर्यन्तं तस्य प्रयोगः अपि वयं कर्तुं न शक्नुमः. तत्र किमर्थम् इदं सूत्रं कार्यं करोति इति ज्ञानं न भवति. अतः एव समग्रचिन्तनम् आवश्यकम् अस्ति. अस्तु, किन्तु भगिनि वयं प्रकरणरूपेण एव पठामः चेत् अस्तु इत्संज्ञप्रकरणं जानीमः, किन्तु तस्य कः सन्दर्भः, कथं प्रयोजनं, किमपि न, कैण्ड् आफ़् लैक् लर्निङ्ग् इन् अ वेक्यूम् खलु. न न, तस्य प्रयोजनम् अनन्तरं, तत्र इत्संज्ञाप्रकरणम् इति प्रथमं पठामः चेत् तदनन्तरं यः कोऽपि प्रत्ययः अस्ति खलु, इदानीं तप्रत्ययः भवतु, तवतु प्रत्ययः भवतु, यं कमपि प्रत्ययं स्वीकृत्य वयं तस्य इत्संज्ञाप्रकरणस्य प्रयोजनं किम् इति वयं ज्ञातुं शक्नुमः. इदानीं तत्र केवलम् उपदेशजननासिक इति सूत्रमेव पठति इदानीं. इदानीं हलन्त्यमिति सूत्रं न जानाति, तर्हि एकं दातुं स्वीकृत्य तत्र उपदेशे जननासिक इति सूत्रस्य कार्यं भवति इति वयं चिन्तयामः. परन्तु इदानीम् अन्य अस्माकं पुरतः अन्यः धातुः अस्ति, तस्य विषये तत्र किं सूत्रं कार्यं करोति किम् इति किमपि ज्ञानं न भवति खलु. इदानीम् अष्टसूत्राणि सन्ति, तेषां सर्वेषां ज्ञानम् अस्ति चेत् तर्हि यं कमपि प्रत्ययं स्वीकृत्य भवती स्वयमेव द्रष्टुं शक्नोति, ओ अत्र कार्यम् अस्ति इति तादृशसमग्र चिन्तनं न भवति खलु एकमेकं सूत्रं पठति चेत्. अस्तु, इत्युक्ते इदानीं तु प्रायः आरम्भे प्रकरण दृष्ट्या पठामः अनन्तरं प्रक्रिया मास्तु इति न वदामि. प्रक्रिया आवश्यकी एव, परन्तु सूत्रस्य अर्थः कः, तस्य अनुवृत्तिः किं, किमर्थं तत्सर्वं ज्ञात्वा वयं पठामः चेत् तत्र इतोपि लाभदायकम् अस्ति, ज्ञानं दृढं भवति, अपि च शीघ्रमपि ज्ञातुं शक्नुमः. इदानीं तत्र मातृभिः साकं पठति चेत् एक माताजी वदति तत्र एकवर्षे एव तत्र सम्पूर्णव्याकरणं पठितुं शक्नुमः इति. वर्षस्य समापनानन्तरं सम्पूर्णव्याकरणस्य ज्ञानं भविष्यति इति सा वदति. परन्तु तत्र प्रक्रियाग्रन्थम् अनुसृत्य पठामः चेत् तत्र वर्षद्वयम् अथवा त्रयः वर्षाः अभवन् चेदपि तत्र पठनं न समाप्यते. वयं तथा एव कुर्मः खलु. प्रथमं तु इत्संज्ञा का इति पठितवन्तः, अपि च अनन्तरं गुणकार्यम्, अग्रे गत्वा प्रक्रियारूपेण पठामः खलु. हा, अग्रे अपि प्रक्रियारूपेण यदा पठामः तत्रापि तत्र भेदः अस्ति. सिद्धान्तकौमुदीम् अनुसृत्य न पठामः, तत्रापि मातुः पद्धतिम् अनुसृत्य एव पठामः. तत्रापि लाभदायकम् अस्ति, तत्र धातूनां विभजनं भिन्नरीत्या भवति खलु. हा, तादृश तत्रापि भेदः अस्ति. अग्रे गत्वा प्रक्रियां यदा पठामः, तिङन्तप्रकरणम् इति यदा पठामः, तत्रापि भेदः अस्ति, अस्माकं पठने भेदः अस्ति. अग्रे गत्वा पश्यामः कथमस्ति इति. अस्तु अस्तु, अग्रे विजयलक्ष्मी भगिनी पठति वा? आं, पठामि. अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अपि उपदेशे अजनुनासिक इति सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनासिकः इत् हलन्त्यम् अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत् तत्र उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः न विभक्तौ तु स्मः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः तत्र उपदेशे जनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः हलन्त्यम् इत्यस्मात् अन्त्यं हल् इत्यनयोः अनुवृत्तिः अत्र प्रकरणरीत्या यदि सूत्राणि कथा लिखितमस्ति इति यदि पश्यामः तत्र प्रथमं सूत्रं वदति उपदेशे अजनुनासिक इत् इति तस्य पदानि विग्रहवाक्यं यदि पश्यामः तत्र उपदेशे अच् अनुनासिकः इत् इति सूत्रस्य अर्थः भवति अर्थं भवति हलन्त्यम् अत्र हलन्त्यम् इति सूत्रस्य अर्थः भवति अर्थः भवति हलन्त्यम् इति अग्रिमं सूत्रं तत्र केवलं हलन्त्यम् इति एव लिखितमस्ति कारणम् उपदेशे इत् इति पदद्वयं पूर्वं सूत्रे अस्ति इति कृत्वा अग्रिमं सूत्रं केवलं हलन्त्यम् इति एव वदति लाघवं पाणिनि इच्छति इति कारणात् अत्र हलन्त्यम् इत्यस्य अनुवृत्तिसहितसूत्रं भवति उपदेशे अन्त्यं हल् इत् इति अत्र उपदेशे अनन्तरम् इत् इति पदद्वयं पूर्वस्मिन् सूत्रे आसीत् तद् अत्र अनुवृत्ति रूपेण आगच्छति सम्पूर्णसूत्रम् उपदेशे अन्त्यं हल् इत् इति अर्थवत् भवति समीचीनं भगिनि समीचीनम् अग्रिमं सूत्रं वदति भगिनि धन्यवादः भगिनि धन्यवादः अग्रे अत्र एतानि सूत्राणि अस्माकं परिचितानि खलु उपदेशे जननासिक इति सूत्रं परिचितम् एव तत्र सूत्रे सूत्रं स्वयं सम्पूर्णमस्ति उपदेशे अच् अनुनासिकः इत् इति सम्पूर्णमस्ति उपदेश अवस्थायाम् अनुनासिक अच्वर्णस्य इत् संज्ञा इति सूत्रार्थः अस्ति हलन्त्यमिति सूत्रं हलन्त्यम् इत्यत्र पदद्वयमेव अस्ति हल् अन्त्यं तर्हि तत्पूर्वस्मात् सूत्रात् उपदेशे इति पदम् अपि च इत् इति पदं द्वयोः अनुवृत्तिः भवति अतः उपदेशे अन्त्यं हल् इत् इदानीं सूत्रार्थः पूरितः सूत्रं सम्पूर्णं भवति तेन अर्थबोधः जायते अग्रे न विभक्तौ तु स्मः इति गीताञ्जलि भगिनी वदतु अस्ति वा अस्तु अरुणा भगिनी वदतु क्षम्यतां भगिनि म्यूट् मध्ये अहं वदामि न विभक्तौ तु स्मः अत्र दत्तं अत्र तु तिस्रः सूत्रमस्ति भगिनि न श्रूयते भगिनि कुत्र स्पीकर् मध्ये अस्ति वा नो अहं तु किमर्थं भगिनि अधुना हा इदानीं सम्यक् अस्ति हा वदतु ओ क्षम्यतां भगिनि अस्तु उपदेशे जनुनासिक इत् परं सूत्रं हलन्त्यं तदनन्तरमेव न विभक्तौ तु स्मः इति सूत्रम् आयाति इत्युक्ते अनुवृत्तिसहित एव वयं तस्य अर्थः अवगन्तव्यम् इत्युक्ते उपदेशे जनुनासिक इति सूत्रस्य उपदेशे अपि च अपि इत् द्वयोः पदयोः तत्र आयाति हलन्त्यम् इति सूत् तत्रतः हल् अपि च अन्त्यः अपि आयाति. तदनन्तरं विभक्तौ तु स्माः न. त्रीणि पदानि पर्याप्तम् एव अर्थबोधनार्थम् इति अत्र दत्तम्. समीचीनं भगिनि, समीचीनं. न विभक्तौ तु स्माः इति हलन्त्यम् इत्यस्य निषेधकसूत्रमस्ति. इदानीम् अत्र न विभक्तौ तु स्माः इति सूत्रं वयं न पठामः. तत्र प्रक्रियाग्रन्थेषु हलन्त्यम् इति सूत्रम् एकत्र अस्ति. इदानीं तत्र हलन्त्यम् इति सूत्रं पठित्वा वयं ओ अस्तु हलन्त्यम् इति सूत्रस्य प्रयोगः अन्यत्र कर्तुं शक्नुमः इति विचिन्त्य तत्र कर्तुं वयं प्रयत्नं कुर्मः चेत् तत्र दोषः अपि भवितुमर्हति. यतोहि न विभक्तौ तु स्मः इति सूत्रमेव वयं न जानीमः. अतः न विभक्तौ तु स्मः इति सूत्रम् अन्यत्र कुत्रापि भवति. यतोहि इदं सूत्रं तु केवलं सुबन्तविषये अथवा तिङन्तविषये एव एतस्य प्रयोगः अस्ति. अतः यदा कुत्रचित् सन्धिप्रकरणे अथवा अन्यत्र यदा वयं पठामः न विभक्तौ तु स्मः इति सूत्रस्य प्रयोजनमेव न भवति सन्धिप्रकरणे. यदा सन्धिप्रकरणे उपदेशे जननासिक एत् हलन्त्यम् इत्यनयोः प्रयोगः कुत्रचित् अस्ति इति चिन्तयामः चेत् धातुषु मध्ये अथवा कुत्रचित्, परन्तु तत्र न विभक्तौ तु स्मः इत्यस्य प्रयोगः नास्ति. तत्र न विभक्तौ तु स्मः इति सूत्रं तु सुबन्तप्रकरणे अथवा तिङन्तप्रकरणे अस्ति इति चिन्तयामः चेत् तत्र क्लेशः भवति. यतोहि तिङन्तप्रकरणं यावत्पर्यन्तं न पठामः तावत्पर्यन्तम् अस्य सूत्रस्य ज्ञानं न भवति. अतः अन्यत्र कुत्रापि हलन्त्यम् इति सूत्रस्य कार्यम् अथवा प्रयोगं कर्तुम् इच्छामः तत्र दोषः भवितुम् अर्हति. यतोहि समग्रज्ञानं नास्ति अस्माकं मनसि. समग्रज्ञानम् आवश्यकम् अस्ति प्रक्रियायां स्वयमेव विचिन्त्य कार्यं कर्तुम्. अत्र ग्रन्थं पठित्वा प्रक्रिया कथम् अस्ति इति ज्ञातुं वयं शक्नुमः. यतोहि ग्रन्थेषु सर्वम् अस्ति. तत्रापि क्लेशः भवति. कुत्रचित् किं भवति इति चेत् प्रक्रियाग्रन्थेषु कस्यचित् सूत्रस्य विवरणमेव न दीयते. तत्र ओ अत्र णत्वं भवति, अत्र णत्वं भवति इति तावदेव उच्यते. केन सूत्रेण णत्वं भवति इति न उच्यते. यतोहि तस्य विवरणम् अन्यत्र कुत्रापि ग्रन्थे अस्ति चेत् पुनः तस्य विवरणं न क्रियते. तदानीं तत्र इदानीं समासप्रकरणं वयं पठामि इति चिन्तयतु. समासप्रकरणे कुत्रचित् कस्यचित् पदस्य णत्वं भवति, णत्वम् अत्र णत्वं भवति इति तावदेव उक्तम्. परन्तु सामान्यसूत्रेण अत्र णत्वं न भवितुम् अर्हति इति अहं जानामि. परन्तु अत्र विशिष्टसूत्रेण णत्वम् अस्ति. परन्तु पुस्तकेषु विवरणं नास्ति. केन सूत्रेण णत्वम् इति विवरणं नास्ति. इदानीम् अहं कथं ज्ञातुं शक्नोमि केन सूत्रेण णत्वम्? अहं न जानामि. अन्यत्र ग्रन्थे कुत्रचित् तस्य विवरणम् अस्ति परन्तु कुत्र इति न जानामि. तर्हि अत्र णत्वं केन सूत्रेण भवति इति कथं ज्ञातुं शक्नोमि इति चेत् अष्टाध्यायी इति पुस्तकम् अहं क्रमेण पश्यामि. ओ अत्र किं सूत्रं कार्यं कर्तुं शक्नुयात् इति पश्यामि चेत् ओ अत्र साक्षात् सूत्रेषु अहन् इति शब्दः अस्ति अथवा किमपि शब्दः अस्ति. तं शब्दं दृष्ट्वा अथवा किमपि पदम् अस्ति तं पदं दृष्ट्वा तत्पदं दृष्ट्वा ओ अहं ज्ञातुं शक्नोमि. ओ इदं सूत्रमस्ति, अस्तु सूत्रस्य विवरणं किम्, एतत् सर्वं ज्ञात्वा अस्तु अत्र णत्वम् अनेन सूत्रेण कृतम् इति वयं तादृशज्ञानं प्राप्तुं शक्नुमः. तादृशज्ञानं प्रक्रियाग्रन्थेषु न भवति. बहुत्र एकवारं विवरणं कुत्रचित् दत्तं चेत् पुनः तस्य विवरणम् अन्यत्र न दीयते. अतः एकमेव प्रकरणं स्वतन्त्ररीत्या वयं पश्यामः चेत् क्लेशः भवति एव. यतोहि तस्य विवरणं किमपि न भवति. तत्र अन्यत्र गन्तव्यं भवति परन्तु कुत्र इत्यपि न जानीमः. अतः पठने क्लेशः अस्ति. तत्र अस्माकं पुरतः गुरुः उपविश्य पाठयति चेत् प्रायः बोधः भवति. तत्रापि क्लेशः एव भवति, भ्रमः भवति एव. अस्तु तर्हि अग्रिमसूत्रं पठित्वा समापयामः. अरुणा भगिनी पठति वा? आं भगिनि. आदिनिटुडवः अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः नीटुडवः इतः तत्र उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इतनयोः इत्यनयोः अनुवृत्तिः भुवादयौ धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वचनपरिणामं विभक्तिपरिणामं च कृत्वा. तद् सूत्रमस्ति इत्संज्ञाप्रकरणे आदिर्निटुडवः इति सूत्रं सूत्रं पूर्णतः नास्ति, ततः अनुवृत्तिकरणीयम्। अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निटुडवः इतः तत्र सूत्रपूर्णार्थम् उपदेशे अजनुनासिका इति सूत्रात् उपदेशे छ इत् अपि द्वे पदे पदौ अनुवृत्तिः एव भवति। तदेव भुवादयोः धातवः इत्युक्ते धातोः इति अनुवृत्तिः अस्ति अत्र। समीचीनम् आं भगिनि। हा समीचीनं भगिनि, समीचीनं। केवलं तत्र वचनपरिणामं कृत्वा, वचनपरिवर्तनं कृत्वा, विभक्तिपरिवर्तनं कृत्वा प्रदर्शितम् अस्ति। यत्र अनुवृत्तिः भवति कुत्रचित् विभक्तेः परिवर्तनं भवति, तत्र सूत्रस्य अर्थपूरणार्थं विशेषणविशेष्यभावः अस्ति चेत् तद् अनुसृत्य वचनपरिवर्तनं विभक्तिपरिवर्तनं भवति। धन्यवादः। हा अस्तु, समीचीनम्। अत्रापि आदिर्निटुडवः इति सूत्रे उपदेशे इत् अनयोः अनुवृत्तिः अस्ति, उपदेशे जननासिक इत् इत्यस्मात्। अनन्तरम् इदं सूत्रं धातोः कृते एव प्रवर्तते इति कृत्वा भुवादयो धातवः इत्यस्मात् धातुः इत्यस्य अनुवृत्तिः अपि अस्ति। धातवः इति बहुवचने अस्ति, तस्य विभक्तिपरिवर्तनं कृत्वा धातोः इति तत्र उक्तमस्ति। अस्तु, अत्र वासुदेवन् महोदय सारांशरूपेण सः गतवान्। गोमती भगिनी अस्ति वा? अस्मि अस्मि। मम फोन् मध्ये का समस्या आसीत्, अतः अहं पठितुं न शक्नोति। अस्तु अस्तु, चिन्ता नास्ति। अत्र एतावता यत् पठितं किं बुद्धम् इति एकवारं सारांशरूपेण वदतु। प्रक्रिया प्रकरणम् इति द्वे कार्ये भवति। प्रक्रिया सोपान सोपानानि वदति। प्रकरणम् एकस्मिन् स्थले पुनः वदतु। प्रक्रिया सोपानि सर्वसोपानि एक सोपानि वदति, सोपानानां विषये वदति। कदा कार्यं करणीयं तस्य विवरणं ददाति। प्रक्रिया प्रकरणम् एकस्मिन् स्थले एकत्र एव कार्याणि सम्बन्धि सूत्राणां शेखरणं करोति, ततः कार्यं सुलभतया कार्यं भवति। साधारणतया प्रकरणग्रन्थं लघुसिद्धान्तकौमुदी, सिद्धान्तकौमुदी एतानि पुस्तकानि तत्र प्रकरणं दत्तं। कथं धातोः उदाहरणं भूधातोः लट् लिङ् लङ् लुङ् सर्वप्रक्रिया एकस्मिन् स्थले वर्णानुसरणं दत्तं। तत् पठित्वा वयं थोडा भ्रमः भवति, फ्रम् वेर् सूत्राणि अत्र आगच्छति इति वयं भ्रमः भवति। परन्तु प्रकरणम् एकस्मिन् स्थले भवति चेत् प्रक्रिया कार्यं सुलभतया भवति। प्रकरणं उदाहरणार्थम् इत् संज्ञकप्रकरणं वयं स्वीकरणं कुर्मः चेत् इत् संज्ञाप्रकरणम् एकस्मिन् स्थले प्रथम अध्याये तृतीयपादे अस्ति। अत्र प्रथमं सूत्रम् इत्संज्ञाप्रकरणे उपदेशे अजनुनासिक इत् वदति, तत् पूर्णसूत्रं भवति। द्वितीयं सूत्रं केवलं हलन्द्यम् इति वचति तत्र हलन्द्यम् इत्युक्ते तत् पूर्णं तु न, अनुवृत्ति आवश्यकमेव आवश्यकमेव. अनुवृत्ति यदा न अस्ति तत्र भ्रमः भवति. अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल इत तत् वयं स्वीकुर्मः चेत् सुलभतया इत्संज्ञाप्रकरणं हलन्द्यं वयं कर्तुं शक्नुमः. अतः सूत्रानुसारणम् अष्टाध्याय्यां सूत्रानुसरणं यदि वयं पठामः देन् कार्यं सुलभतया वयं कर्तुं शक्नुमः. प्रक्रियानुसारी प्रकरणग्रन्थं पठित्वा वयं कार्यं कुर्मः चेत् भ्रमः भवितुं शक्नोति. मम विषये तु तद् अभवत् एव. अहं लघुसिद्धान्तकौमुद्यां भूधातोः प्रकरणं पठितवती. बहु बहु कन्फ्यूषन् भवति. लिट् लट् अनन्तरं लिट् आयाति. सार्वधातुकं किम्, आर्धधातुकं किं, स्या कथम् आयाति, बहु भ्रमः आसीत्. अत्र तु एतत् सुलभतया वयं कर्तुं शक्नुमः. बहु समीचीनं भगिनि, समीचीनं. भवत्याः स्वयं मम अनुभवमस्ति, मम अनुभवमस्ति. समीचीनं. लिट् अनन्तरं लिट् भवति चेत् क्लेशः एव भवति खलु. लिट् लिट् इत्यत्रापि कुत्रचित् द्वित्वं भवति, कुत्रचित् द्वित्वं न भवति, कुत्र भवति कुत्र न भवति इति ज्ञानं न भवति प्रक्रियाग्रन्थेषु. अतः चिन्तनमपि न भवितुम् अर्हति. सम्पूर्णसमग्रचिन्तनं तत्र प्रक्रियाग्रन्थमनुसृत्य समग्रचिन्तनं न भवितुम् अर्हति. किमर्थमिति चेत् केवलम् एकस्मिन् सूत्रस्य विषये एव तत्र चिन्तनं भवति, न तु समग्र चिन्तनं. अष्टाध्यायी अपि गुरुं विना पठनं बहु कष्टकरमस्ति न? सर्वत्र गुरोः आवश्यकता अस्ति एव, परन्तु प्रक्रियाग्रन्थेषु इतोपि तत्र गुरोः आवश्यकता अस्ति. यतोहि तत्र सम्पूर्णसमग्रचिन्तनं न भवति. गुरुः अस्माकं पुरतः उपविश्य समग्रचिन्तनं किम् इति वदति चेत् प्रायः बोधः भवति. तथापि तत्र क्रमेण न वदति चेत् तत्र क्लेशः भवति खलु. लोपकार्यं वदति, तदनन्तरम् अन्यत् किमपि वदति, सम्प्रसारणं वदति, तदनन्तरम् अन्यत् तत्र मनसि तत्र सम्बन्धः न ज्ञातुं शक्नुमः. तदेव क्लेशः भवति. अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? अस्तु, तर्हि धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः.